नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति सानिवद्भावः इति। तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधकं सूत्रमस्ति। न पदान्तद्विर्वचने वरेयलोप स्वरसवर्णानुस्वार दीर्घजश्चर्विदिषु इति। एतेषु प्रसङ्गेषु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति। कुत्र इति चेत्, पदान्तविधौ तत्र द्विर्वचनविधौ वरेविधौ यलोपविधौ स्वरविधौ सवर्णविधौ अनुस्वारविधौ दीर्घविधौ जश्विधौ चर्विधौ। तर्हि गतवर्गे जश्विधौ इति पर्यन्तम् अस्माभिः प्राप्तं, जश्विधि पर्यन्तं प्राप्तम्। इदानीं ततः अग्रे अन्तिममस्ति चर्विधिः। चर्विधिः इति न कृतम् इति चिन्तयामि। चर्विधिः अपि कृतं वा? कृतम् इति मन्ये खलु? कृतं भगिनि, चर्विधि अपि कृतं। तर्हि इदानीं तर्हि सम्पूर्णतया सूत्रम् अधीतं, कुत्र कुत्र निषेधः भवति इति अधीतम्। इदानीं तत्र सानिवद्भावस्य विषये इतोपि एकं सूत्रं वर्तते, चतुर्थं सूत्रम्। एतावता त्रीणि सूत्राणि अधीतानि, सानिवतादेशो अनल्विधौ, अतः परस्मिन् पूर्वविधौ, न पदान्तद्विर्वचने वरेयोलोपस्वर स्वरसवर्णानुस्वरजश् दीर्घजश् चर्विदिषु इति अपि अधीतम्। इदानीम् अन्तिमं सूत्रमस्ति द्विर्वचने चि इति, तदपि सूत्रम् इदानीं वयं पश्यामः। तत्पश्चात् तत्र अस्य प्रसङ्गप्राप्तः इति कृत्वा प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य अपि चिन्तनं कुर्मः अन्ततो गत्वा। अस्तु, इदानीं द्विर्वचने चि इति सूत्रं, तर्हि कः पठति अत्र इदानीं? अस्तु, मीनभगिनी आरब्धुम् इच्छति वा? अस्तु भगिनि, द्विर्वचने अचि, द्विर्वचने अचि द्वित्वनिमित्ते अचिपरे, द्वित्वनिमित्ते अचिपरे अजादेशः न स्यात् द्वित्वकर्तव्ये। अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत् तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति। यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं, तर्हि आदौ द्वित्वकार्यं कृत्वा तदनन्तरमेव अजादेशः कर्तव्यः। अतः एव अचः आदेशः न स्यात् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण। यावत् द्वित्वं न कृतं तावत् इति द्वित्वं न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तदा करणीया। द्विर् उच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः, तस्मिन् द्विर्वचने अचपरस्मिन् पूर्वविधौ इत्यस्मात् अच इत्यस्य अनुवृत्तिः, स्थानिवदादेशो अनिर्विधौ इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः, न पदान्तद्विर्वचने द्विवचने वरे यलोप स्वर सवर्ण अनुनास् अनुस्वार दीर्घचर्तुविधिषु इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः। प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति। अनुवृत्तिसहितसूत्रम् अचः आदेशः न अचि द्विर्वचने। दीर्घमस्ति, विषयः बहूनि अस्ति, एक वाक्यं वदामि, वक्तुम् उक्त्वा तदनन्तरं वदामि वा? आमाम् अवश्यं। द्विर्वचने अचि इति सूत्रं द्वित्वनिमित्ते अचि परे अजादेशः न स्यात् द्वितीयकर्तव्ये इदानीं निषेधकसूत्रं तत्र अजादेशः किमर्थं न भवति इति द्विवचने अचि इति सूत्रेण अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत् तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति यदि द्वित्वम् अत्र धातोः द्वित्वं भवति तस्य निमित्तम् अजादिः अस्ति चेत् तस्मिन् द्वित्वकार्यं तस्मिन् प्रत्यये परे अचीपरे वा अचीपरे द्वित्वकर्तव्ये यदि द्वित्वं कृतम् अस्ति चेत् अजादेशः न भवति तदेव द्विर्वचने अचि इति सूत्रं वदति यदि प्रक्रियायाम् अजादेशः तथा न अजादिनिमित्तकं द्वित्वं द्वयमपि अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा तदनन्तरमेव अजादेशः कर्तव्यः कार्यद्वयमस्ति तत्र प्रथमं धातोः द्वित्वं भवति तदनन्तरम् अजादेशः अपि भवति तद् किं कार्यं प्रथमं भवति कौमुदीकारेण मतेन तत्र तत्र किं कर्तं किं तत्र प्रक्रियायाम् अजादेशहेता न अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा इद कौमुदीमतेन तत्र आदौ द्वित्वकार्यं कृत्वा तदनन्तरमेव अजादेशः कर्तव्यः इति कौमुदीमतेन उक्तं कार्ययुगपत् समानसमये समानस्थले आगच्छति यावत् द्वित्वं न कृतं तावत् अजादेशः अपि न करणीयः यावत् द्वित्वं न कृतं तावत् अजादेशः अपि न करणीयः परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तथा करणीया तस्य वाक्यं यावत् द्वित्वं न कृतं यदा द्वित्वं न कृतं तावत् अजादेशः अपि न करणीयः परन्तु द्वित्वे कृते अग्रिमसोपाने अपि अजादेशे प्रसक्तिः चेत् तदा करणीया तस्मात् तत् वाक्यं वदति अजादेशः द्वित्वं कृत्वापि कार्यं कर्तुं शक्यं पूर्वमपि कार्यं कर्तुं शक्यम् इति उक्तं वा तथा एव उक्तम् इत्युक्ते आदौ तु द्वयोः प्रसक्तिः अस्ति द्वित्वस्य अपि प्रसक्तिः अस्ति अजादेशस्य अपि प्रसक्तिः अस्ति तदानीं प्रथमतया द्वित्वं करणीयं खलु द्वित्वानन्तरम् अजादेशः प्रसक्तः वा न वा इति तत्र द्रष्टव्यं यदि द्वित्वानन्तरं पुनः अजादेशः प्रसक्तः चेत् तदानीम् अजादेशः भवितुम् अर्हति यदि द्वित्वानन्तरम् अजादेशः प्रसक्तः नास्ति तदानीम् अजादेशः न भवति द्विरुच्यते अस्मिन् इति द्विवचनम् अधिकारणे लिप् प्रत्ययः तस्मिन् द्विर्वचने अच परस्मिन् कृते इत्यस्मात् अच इत्यस्य अनुवृत्तिः स्थानिवत् आदेश अनुविध इत्यस्मात् आदेश इत्यस्य अनुवृत्तिः न पदां तद्विर्वचने वरे यलोपे पर यलोपस्वर सवर्ण अनुस्वार दीर्घ जश्चर्त्व चर्त्वविधिः विधिषु इत्यस्मात् सूत्रात् नायते अनुवृत्तिः भवति प्रकृतसूत्रे अस्मिन् सूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति अनुवृत्तिसहितसूत्रम् अचः आदेशः न अचि द्विर्वचने अचः आदेशः अचिपरे अचः आदेशः न भवति अनेन सूत्रेण इति भवति अग्रे पठामि वा न तावत् तावत् धन्यवादः भगिनि समीचीनं बहु किमपि पठितं खलु इदानीं तर्हि सर्वैः बुद्धं वा इति एकवारं पश्यामः तत्र सूर्यकुमारी भगिनी वदतु किमवगतम् भगिनी अस्ति वा सूर्यकुमारी भगिनी श्रूयते वा मम ध्वनिः हरि ओम् श्रूयते श्रूयते तर्हि सूर्यकुमारी भगिनी श्रूयते वा अस्तु तर्हि शोभा भगिनी वदतु किम् अवगतम् आं भगिनी तत्र द्विर्वचने अचि इति सूत्रम् इदानीम् इत्युक्ते द्वित्वनिमित्ते अचि परे अजादेशो न स्यात् द्वित्वे कर्तव्ये द्वित्वे कर्तव्ये इति उक्तमस्ति तत्र तर्हि अजादेशः द्विर् यत्र द्विर्वचनस्य विषयः अपि च परनिमित्तम् अचिपरे इति अस्ति अचिपरे अजादेशः न भवेत् यावत् द्वित्वे कर्तव्ये यावत् पर्यन्तं द्वित्वं प्रथमं न कृतम् इति इत्युक्ते धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत् द्वित्वस्य निमित्तम् अजादिप्रत्ययः अस्ति अपि च तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति अपि च तस्मिन् प्रत्यये परे इत्युक्ते द्वित्वस्य निमित्तं यत् अस्ति अजादिप्रत्ययः यस्य प्रत्ययस्य आदौ अच् भवेत् तदा तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये यत्र द्वित्वं कर्तव्यम् अस्ति अजादेशः न भवति इति उक्तम् इत्युक्ते तत्र प्रक्रियायाम् अजादेशः अपि च अजादिनिमित्तकः द्वित्व निमित्तिकं द्वित्वकार्यं द्वे अपि युगपत् समानकाले आगच्छतः चेत् आदौ द्वित्वकार्यं प्रथमं करणीयम् इति कौमुदीकारेण उक्तम् तदनन्तरमेव अजादेशः कर्तव्यः अपि च कर्तव्यः इत्युक्ते तदा अजादेशस्य प्रसक्तिः अस्ति चेत् तदानीमपि प्रसक्तिः तिष्ठति चेत् कर्तव्यः नो चेत् कर्तस्य आवश्यकता नास्ति इति अपि च यावत् तदेव तत्र परन्तु द्वित्वे कृते अग्रिमसोपाने द्वित्वकार्यानन्तरम् अग्रिमसोपाने अजादेशस्य प्रसक्तिः अस्ति चेत् करणीयः इति भवति अपि च तावत् अवगतं भगिनि तत्र सूत्रे द्विर्वचने इत्यत्र सप्तमे अस्ति अचि इत्यत्र सप्तमे अस्ति अनयोः कः सम्बन्धः तत्र विशेषविशेषणभावः इति मन्ये अचिपरे किन्तु द्विर्वचने इति विशेषसप्तमी अचि इति सप्तमी विभक्तिः इति मन्ये तत्र भगिनि पूर्वकार्यं परनिमित्तम् इति द्विर्वचने इति किम् उक्तवती विषयसप्तमी वा अथवा अचिपरे इति विषयसप्तमी वा न अचिपरे इति सप्तमी पूर्वकार्यं परनिमित्तम् एकवारम् अनुवृत्तिसहितसूत्रं पठामि पुनः अचः आदेशः न अचि द्विर्वचने इत्युक्ते तर्हि अचि तावत्पर्यन्तम् अस्ति अचः आदेशः न भवेत् अचिपरे इति किन्तु कीदृशी अचिपरे इत्युक्ते द्विर्वचने तत्र द्विर्वचने इत्यस्य अन्वयः अचि इत्यस्य विशेषविशेषणेन नास्ति इति मन्ये यदा इत्युक्ते तत्र पूर्वं द्विर्वचने द्वित्वे कर्तव्ये इति अस्ति यथा अस्माकं कृते पूर्वविधौ कर्तव्ये इति आसीत् तथा इति मन्ये तत्र भगिनी. अचः आदेशः न अचि द्विर्वचने कर्तव्ये इति. इत्युक्ते द्विर्वचने अपि च अचि अनयोः विशेषविशेषभावः अस्ति वा? विशेषविशेषभावः चेत् किं विशेषणं किं विशेष्यम्? विशेष्यविशेषणभावः अस्ति चेत् अचि इति विशेष्यं भवेत् तत्र, अपि च द्विर्वचने इति विशेषणं भवेत्. तर्हि कथं तत्र विशेषविशेषभावः? द्विर्वचनम् अचि इति नास्ति खलु? नास्ति, तदेव. अतः तत्र विशेषसप्तमी भवति वा इति, द्विर्वचने कर्तव्ये इति. द्विर्वचने द्वित्वे कर्तव्ये इति सतिसप्तमी भवति. सतिसप्तमी द्वित्वे कर्तव्ये इति सतिसप्तमी. तत्र द्विर्वचने अचि इत्यत्र, अचि इत्यत्र इत्युक्ते अस्मिन् पदे अस्मिन् सूत्रे पदद्वयं सप्तमी विभक्तौ अस्ति. तर्हि अनयोः मध्ये सम्बन्धः स्यात् खलु? पदद्वयं सप्तमी विभक्तौ अस्ति चेत् तयोः मध्ये सम्बन्धः स्यात्, अथवा नो चेत् कथम् अन्वयः इति वक्तव्यम्. तर्हि अन्वयः अचि इत्युक्ते केवलं तत्र अच्वर्णः परे भवेत् इति भवति. द्विर्वचने इत्यस्य अन्वयः अचि इत्यस्य कृते भवति वा? द्वित्वनिमित्ते अचि परे. द्वित्वनिमित्ते अचि परे अस्तु. तत्र द्वित्वनिमित्ते अचि परे पुनः तत्र सतिसप्तमी एव भवति. न, सतिसप्तमी भवतु नाम, परन्तु तत्र अनयोः द्विर्वचनम् अचि अनयोः मध्ये सम्बन्धः कः? सतिसप्तमी इति अस्ति चेदपि सम्बन्धः कः? विशेष्य विशेषण अस्ति वा इति किञ्चित् क्लेशः तत्र. अस्तु, तर्हि विजयलक्ष्मी भगिनी वदतु किम् अवगच्छति तत्र. अत्र द्वित्वं न श्रूयते भगिनि, कुत्र गतवती न श्रूयते. न श्रूयते, किञ्चित् दूरम् अस्ति भवती, सप्तमागच्छतु. इदानीं इदानीं सम्यक् अस्ति. इदानीं इदानीं सम्यक् अस्तु. अत्र अजादिनिमित्तिकं द्वित्वं ततः युगपत् द्वे कार्ये इदानीं तदनन्तरं वदतु. इदानीं केवलं द्विर्वचने अपि च अचि अनयोः कः सम्बन्धः, कथम् अन्वयः? द्विर्वचने कर्तव्ये अचि परे भवति चेत् न श्रूयते भगिनि. श्रूयते भगिनि, अहं श्रोतुं शक्नोमि. न श्रूयते. श्रूयते श्रूयते. द्वित्वे कर्तव्ये अच्छादेशः न स्यात्. अन्यत्र तु भवति, परन्तु द्वित्वे कर्तव्ये अचादेशः प्रथमं न भवति इति वदति सूत्रम्. द्वित्वं यावत् न क्रियते तावत् अजादेशः अपि न करणीयः. न, तद् तत्सर्वम् अवगतम्. अतः तत्सर्वम् अवगतं, परन्तु इदानीं पदद्वयोः मध्ये सम्बन्धः कः इति तावदेव वक्तव्यं. पर्युदासः तद्वत् वा भगिनि? न, किमर्थं पर्युदासः? अत्र नै नै इति नास्ति खलु? कुत्र अस्ति नै तत्? अत्र तु विशेषणविशेष्यभावः इति मम न भासते. ओ, न भासते वा? किं किं भासते? द्वित्वं कार्यं करणीयम् इत्युक्ते साक्षात् समीचीनमेव, साक्षात् विशेषविशेषभावः न दृश्यते, परन्तु द्वित्वे कर्तव्ये सति, द्वित्वे कर्तव्ये सति अचि परे, अचि इति तु सप्तमी अस्ति सूत्रस्य, यः सप्तमी भवति चेत् सूत्रे कथम् अवगन्तव्यं भवति तत् अचि इति परनिमित्तक निमित्तम् अस्ति इति अवगम्यते, परन्तु द्वित्वे इति तु द्वित्वे कर्तव्ये इति अर्थः, द्वित्वम् अत्र इत्युक्ते तत्र द्वित्वम् अपि च अचि अनयोः कश्चन सम्बन्धः तु अस्ति खलु, विशेषविशेषभावः नास्ति इति भवतु नाम, परन्तु कश्चन सम्बन्धः दृश्यते वा अनयोः सम्बन्धः? अच् निमित्तकं द्वित्वं भवेत्, अच् निमित्तिकं द्वित्वम्, अच् निमित्तिकं द्वित्वं वक्तुं शक्नुमः, अथवा अन्यरीत्या वक्तव्यं चेत् द्वित्वस्य निमित्तम् अच् इति वक्तुं शक्यते वा? तदेव खलु अच् निमित्तिकं द्वित्वं, द्वित्वं अच् निमित्तिकं द्वित्वम् इति तत्र बहुव्रीहिसमासः कृतः खलु, तत्र अच् निमित्तिकम् अच् निमित्तिकं द्वित्वम् इत्यत्र किं विशेषणं, किं विशेष्यम्? अच् निमित्तिकं द्वित्वं, द्वित्वं विशेष्य अच् निमित्तिकम् अच् निमित्तिकम् इति तस्य विशेषणम् इति तथा वयं चिन्तयितुं शक्नुमः, परन्तु अत्र पश्यतु द्विर्वचने अचि इति पदद्वयमपि सप्तमी विभक्तौ अस्ति, अतः कथं वक्तुं शक्नुमः अत्र द्वित्वनिमित्ते अचि इति वक्तुं शक्यते वा? द्वित्वस्य निमित्तम् अच् अतः द्वित्वनिमित्ते अचि, द्वित्वे कर्तव्ये द्वित्व अग्रिमं सोपानं द्वित्वनिमित्ते नाम द्वित्वकरणीयं तदा सति सप्तमी भूत्वा तत्तु अग्रिमं सोपानं, परन्तु द्वित्वं स्वतः तु अचि परे अच् निमित्तिकम् अस्ति, अच् परे अच् प्रत्ययः परे अस्ति चेदेव अजादेशः अग्रिमसोपानमस्ति खलु, प्रथमसोपाने द्वित्वकार्यं तत्र भवेत् यस्य निमित्तम् अच्वर्णः भवेत् खलु, आम् तर्हि द्वित्वस्य निमित्तम् अच्वर्णः भवेत् वा न वा? आमां द्वित्वनिमित्तिकम् अच्वर्णनिमित्तिकं द्वित्वम् अच्वर्णं निमित्तीकृत्य द्वित्वम् आम् इति तथा वक्तुं शक्यते, अथवा द्वित्वस्य निमित्तम् अच्वर्णः इति वक्तुं शक्यते खलु, द्वित्वस्य निमित्तम् अच्वर्णः इति वयं वदामः चेत् तदानीं द्वित्वनिमित्तम् इति विशेषणम् अच् इति विशेष्यम्, द्वित्वनिमित्ते अच् इति वयं वदामः चेत् द्वित्वनिमित्तम् इति विशेषणम् अच् इति विशेष्यं, यदि अजादिनिमित्तिकं द्वित्वम् इति वदामः चेत् द्वित्वं तत्र विशेषणम् अजादिनिमित्तिकम् इति द्वित्वमिति विशेष्यम् अजादिनिमित्तिकम् इति विशेषणम् अजादिनिमित्तिकं द्वित्वम् इति कथञ्चित् वक्तुं शक्नुमः, क्लेशः नास्ति, इत्युक्ते तत्र अच्वर्णः एव निमित्तम् अस्ति यस्य द्वित्वस्य कृते इति तादृश अर्थबोधः जायते चेत् तत्पुरुषः भवतु बहुव्रीहिः भवतु क्लेशः नास्ति खलु, अर्थबोधः समानः अस्ति वा न वा? अर्थबोधः समानः अस्ति वा न वा? अच् निमित्तिकं द्वित्वम् इति वयं वदामः चेत् अच् निमित्तं वर्तते यस्य द्वित्वस्य इति अर्थः, तत्र बहु भवेत् बहुव्रीहिसमासः, परन्तु अन्यः विग्रहः भवती उक्तवती तत्र तु तत्पुरुषः भवेत् इति मन्ये, द्वित्वस्य निमित्तम् अच् इति, द्वित्वस्य निमित्तम् अच् इति वयं वदामः चेत् तदानीं तत्र षष्ठी तत्पुरुषसमासः, तर्हि अत्र कौमुदीकारेण तत्र किम् उक्तम् इति चेत् अचि इत्यस्य विशेषणं द्वित्वम् इति उक्तम्। अचि इत्यस्य विशेषणं द्वित्वं, द्वित्वम् इति विशेषणम् इति उक्तम्, अच् इति विशेषम् इति उक्तम्। अतः एव कौमुदीकारेण द्वित्वनिमित्ते अचि परे इति उक्तम्, द्वित्वनिमित्ते अचि परे इति उक्तम्। नो चेत् तत्र अच् निमित्तिकं द्वित्वम् इति अपि वक्तुं शक्यते, क्लेशः नास्ति। भगिनी अत्र अचि इति उक्तमस्ति खलु, तस्मिन् इति निर्दिष्टे पूर्वस्य इति अजादि इति अर्थमपि अवगम्यते खलु? आम्, अच् अचि इति उक्तत्वात् तस्मिन् इति निर्दिष्टे इति न, तत्र अन्या अस्ति परिभाषा, का अस्ति परिभाषा? अस्ति भगिनी, मनसि न आगच्छति। इति तत्र अचि परे इति अजादिप्रत्यये परे इत्युक्ते, अत्र पश्यन्तु, तत्र अस्माभिः अचः परस्मिन् पूर्वविधौ इत्यत्र अचः परस्मिन् पूर्वविधौ इत्यत्र परस्मिन् इत्यत्र किं चिन्तितम्? भगिनी तत्र पूर्वविधौ कर्तव्ये इति विषयसप्तमी इति स्वीकृतम् अस्माभिः। हा, पूर्वविधौ इति अस्ति, परन्तु तत्र परस्मिन् अचः षष्ट्यन्तम्, परस्मिन् अचः इति तत्र निमित्तं भवति, तादृश अचः इत्यस्य परस्मिन् इत्यत्र अन्वयः कथं कृतम् अस्माभिः? परस्मिन् इति तत्र परनिमित्तिकः अजादेशः इति कृतम्। हा, तत्र परस्मे इति सप्तविभक्तौ आसीत् खलु? आम्, इत्युक्ते परे प्रत्ययः भवेत् इति प्रत्यये परे इत्यस्मिन् अर्थे परस्मिन् इति उक्तं। परस्मिन् इत्यत्र इदानीम् अचः अपि च परस्मिन् अनयोः विशेषविशेषभावः नास्ति, तर्हि कथम् अवगम्यते इति चेत् परनिमित्तिकः अजादेशः इत्युक्ते तादृश अजादेशः यस्य निमित्तं परं वर्तते, परं भवति एव तादृशद्वित्वं यस्य निमित्तम् अश्वर्णः अस्ति इति, एवं तत्र अच्निमित्तिकः द्वित्वम्, अच्निमित्तिकं द्वित्वम् इति वक्तुं शक्यते। यथा परस्मिन् इत्यत्र परनिमित्तिकः अजादेशः, एवम् अत्र अच्निमित्तिकं द्वित्वम् इत्युक्ते तत्र अनुवृत्ति सूत्रं सहितसूत्रम् आसीत्, अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति। अत्र अचः आदेशः न अचि द्विर्वचने इति अस्ति। अत्र द्विर्वचने इति अपि सप्तमीभक्तौ अस्ति इति अपि सप्तमीभक्तौ अस्ति, तर्हि अत्र द्विर्वचने इत्यत्र यः या सप्तमीभक्तिः अस्ति तस्य चिन्तनम् अनन्तरं करणीयम्। इत्युक्ते प्रथमतया अचि अपि च द्विर्वचने अनयोः कः सम्बन्धः इति वयं पश्यामः चेत् तदानीम् अच् निमित्तिकं द्वित्वम् इति वक्तुं शक्यते, अथवा द्वित्वनिमित्तं द्वित्वनिमित्ते अचि इति अपि वक्तुं शक्यते, कथञ्चित् वक्तुं शक्नुमः। इत्युक्ते अनेन अवगम्यते यत् अच्वर्णः परः भवेत्, अनन्तरं पूर्वं द्वित्वकार्यं जायमानम् अस्ति इति अवगम्यते, तत्पश्चात् यदा द्वित्वकार्यं प्राप्तं, द्वित्वकार्यस्य प्रसक्तिः यदा भवति, अच् निमित्तिकद्वित्वकार्यं प्रसक्तं, तदानीं तत्र अनन्तरम् अजादेशः अपि प्राप्तः, द्विर्वचने प्राप्ते अजादेशः न भवति, द्विर्वचने प्राप्ते अजादेशः न भवति, तदानीं सतिसप्तमी खलु। तर्हि तत्र अत्र वस्तुतः कार्यद्वयमस्ति, प्रथमसोपाने द्वित्वं प्राप्तमस्ति, तादृशद्वित्वस्य निमित्तम् अश्वर्णः परः अस्ति, अनन्तरं द्वित्वम् इदानीं प्राप्तं, तदनन्तरं तत्र अजादेशः अपि प्राप्तः, तर्हि द्वित्वे प्राप्ते अजादेशः न भवति, इत्युक्ते तत्र द्वयोः अपि प्रसक्तिः अस्ति, अजादेशस्य प्रसक्तिः अस्ति, द्वित्वस्य अपि प्रसक्तिः अस्ति। अत्र द्वित्वं परनिमित्तिकम् अस्ति, परनिमित्तम् अस्ति, तादृशनिमित्तम् अच्वर्णः अस्ति, परनिमित्तिकः। अन्यः अंशः अपि अस्ति खलु भगिनि, परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् न भवति, तदेव तत् अग्रिमसोपाने यथावता मया न प्राप्तं, अस्तु इत्युक्ते तत्र द्वित्वं प्राप्तं तस्य निमित्तं परं वर्तते अच्वर्णः तदनन्तरं तादृशद्वित्वे प्राप्ते अजादेशः अपि प्राप्तः तर्हि तादृश अजादेशः न भवेत् तदानीमेव तत्र सति सत्यमेव भवति द्वित्वे प्राप्ते अजादेशः न भवति इति अस्ति यदा द्वित्वं प्राप्तं तदा अजादेशः न भवति इति तत्र यदा तदा इति वक्तुं शक्नुमः यदा द्वित्वं प्राप्तं तदा अजादेशः न भवति इत्युक्ते अजादेशः न भवति इति वयं वदामः चेत् तदानीम् अजादेशः प्राप्तः अस्ति इति कृत्वा न भवति इति वदामः खलु यदि प्राप्तः एव नास्ति तदानीं कथं न भवति इति वदामः इत्युक्ते प्रसक्तिः एव नास्ति चेत् कथं वयं वदामः न भवति इति कृत्वा अजादेशः अपि प्राप्तः इति अवगन्तुं शक्नुमः अवगम्यते वा स्पष्टता अस्ति वा द्वित्वे प्राप्ते अजादेशः न इति वा द्वित्वे प्राप्ते अजादेशः न तादृशद्वित्वं कथं प्राप्यते इति चेत् अच् निमित्तिकम् अस्ति तादृशं द्वित्वम् अथवा द्वित्वनिमित्तम् अस्ति अच् अस्माकं सौलभ्यार्थम् अच् निमित्तिकं द्वित्वम् इति वयं वदामः स्पष्टता अस्ति वा कोऽपि प्रश्नः अस्तु तत्र भगिनी एकः प्रश्नः अहं सम्पूर्णतया तु न जानामि विशेषसम्बन्धे किन्तु अचि अर्थः कः अचुवर्णः परः इत्युक्ते परनिमित्तं न अचुवर्णः कः अत्र यदि वयं द्विवचने सम्बन्धे वदामः तर्हि तु लिट्लकार भवति यदि लिट्लकार भवति तर्हि लिट्लकार अन्तर्गत प्रत्ययः भवन्ति प्रत्ययः अचवर्णः सन्ति अत्र कोऽपि सम्बद्धः अस्ति वा न अहं न जानामि अत्र अत्र ये अत्र सूत्रे तु लिट्लकारस्य विषये इति एव नास्ति सूत्रे यत्र कुत्रापि द्वित्वं प्राप्तं तस्य निमित्तम् अच्वर्णः अस्ति तदानीम् अजादेशः न भवति इति उक्तं तावदेव तत्र उक्तं तत्र केवलं लिट्लकार एव भवति वा इति द्रष्टव्यम् अत्र उदाहरणं तु लिट्लकारस्य विषये अस्ति परन्तु अन्यानि उदाहरणे तादृश सम्भवन्ति वा न वा इति एकवारं द्रष्टव्यं परन्तु सूत्रे तु लिट्लकारस्य विषयः नास्ति सूत्रे तु लिट्लकारः इति एव इति न तत्र तथा किमपि न उक्तं लिट्लकारस्य चिन्तनमपि न कृतं केवलम् अष्टव्यक्तिकं द्वित्वं तादृशद्वित्वे प्राप्ते अजादेशः न भवति इति तावदेव सूत्रार्थम् अस्तु इदानीं किञ्चित् अग्रे गच्छामः अस्तु विजयलक्ष्मी भगिनी पठतु अन्म्यूट् अकृत्वा पठन्ती आसम् न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चर् विधिषु इति सूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये विद्यमानैः सूत्रैः विधीयते अर्थात् अस्मिन् सूत्रे द्वित्वकार्यं वर्णनिमित्तिककार्यस्य प्रसङ्गः अस्ति यथा अनचि च इति सूत्रेण उक्तं द्वित्वकार्यम् अष्टमाध्याये न पदान्तद्विर्वचने प्रथमाध्याये अस्ति इति सूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये विद्यमानैः सूत्रैः विधीयते अत्र सूत्रे डैरेक्ट्लि द्वित्वस्य विषये किमपि अस्ति वा भगिनी न पदान्तद्विर्वचने यलोपस तत्र तु द्विर्वचने इति अस्ति खलु द्विर्वचने अस्ति हा द्विर्वचने इति अस्ति परन्तु द्वित्वं तु किमपि नास्ति द्वित्वं तु अत्रापि द्विर्वचने एव अस्ति खलु अस्मिन् सूत्रे द्विर्वचने चेति एव अस्ति खलु, व्रीहि वचनं द्विर्वचनं द्विर्वचने अस्तु. आम् आम् आम् इति सूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये विद्यमानैः सूत्रैः विधीयते. अस्तु, अर्थात् अस्मिन् सूत्रे द्वित्वकार्यं वर्णनिमित्तिककार्यस्य प्रसङ्गः अस्ति. अस्तु, द्वित्वकार्यम् अचि परे, अतः अच् इति आदौ भवेत् प्रत्ययस्य, अतः वर्णनिमित्तिककार्यम् इति अवगम्यते. यथा अनचि च इति सूत्रेण उक्तं द्वित्वकार्यम्, अनचि च सूत्रेण उक्तं द्वित्वकार्यम् अनच् न भवेत् इति उक्तं खलु भगिनि, अन्यत् किमपि भवतु परन्तु अनच् न भवेत् तदा अच् न भवेत्, न अच् न अच् इति. हा सत्यं, न अच् इति उक्तम्. अतः अच् विहाय यः कोऽपि वर्णः भवितुम् अर्हति अनचि च इति सूत्रे, तदा द्वित्वकार्यं भवति वा न भवति वा, शुद्धि उपास्य विस्मृतवती सर्वं, द्वित्वं भवति भवति. हा, सूत्रेण द्वित्वकार्यं भवति. प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्टाध्यायस्य प्रथमपादे विद्यमानैः सूत्रैः विधीयते. धातोः द्वित्वस्य प्रसङ्गे यानि सूत्राणि उक्तानि तेषां ग्रहणं क्रियते. अर्थात् प्रकृतसूत्रेण धातोः द्वित्वम् उच्यते, तादृशद्वित्वं तु अङ्गकार्यम् इति स्मर्तव्यम्. कुत्र अस्ति षष्टमाध्याये भगिनी द्वित्वकार्यस्य सूत्रम्? षष्ठाध्याये, षष्ठाध्याये सप्तमाध्याये द्वित्वस्य सूत्राणि सन्ति. अत्र जुहोत्यादिगणे द्वित्व लिटि धातोर् अनभ्यासस्य इति इत्यादीनि सूत्राणि, तत्तु षष्टमाध्याये अस्ति. अतः तत्र अङ्गकार्यम् इति मनसि भवेत् इति उक्तमस्ति. परन्तु अनचि च इति सूत्रं तु अष्टमाध्याये अस्ति, अतः तत्र वर्णनिमित्तिककार्यं प्रसङ्गः भिन्नः. इत्युक्ते स्वाभाविकः प्रश्नः अस्ति यत् न पदान्तद्विर्वचने इत्यत्रापि द्विर्वचने इति अस्ति, अत्रापि द्विर्वचने इति अस्ति, किमर्थं द्विवारम् उक्तम् इति प्रश्नः स्वाभाविकः अस्ति. न पदान्तद्विर्वचने इत्यत्र द्विर्वचनम् इत्यत्र तत्र अजादेशः प्रथमतया भवति, तत्र तस्मिन् सूत्रे अजादेशः प्रथमतया भवति. तादृश अजादेशः स्थानिवद् भवति वा न वा इति प्रश्ने, तदानीं द्विर्वचनं यत्र भवति तत्र अजादेशः स्थानिवत् न भवति इति वयं वदामः. तत्र तत्र तु द्विर्वचनस्य निमित्तम् अच्वर्णः परः अस्ति, तादृशं किमपि नास्ति तत्र तस्मिन् सूत्रे. तत्र द्वित्वमेव सामान्यद्वित्वम् अस्ति, इत्युक्ते तस्य परनिमित्तम् अच्वर्णः भवेत् इति तथा किमपि तत्र कोऽपि नियमः नास्ति तस्मिन् सूत्रे. परन्तु अस्मिन् सूत्रे द्विर्वचने अचि इत्यत्र तु द्वित्वस्य निमित्तं परः परनिमित्तं भवेत्, तादृशनिमित्तम् अच्वर्णः भवेत् इत्यपि अस्ति खलु अत्र, इत्यपि विशेषः अस्ति अत्र. तस्मिन् सूत्रे न पदान्तद्विर्वचने वरेयलोप इत्यत्र अजादेशः प्रथमतया जातः, अजादेशः जातः, तदनन्तरम् अजादेशः स्थानिवत् भवति वा न वा द्वित्वस्य कृते इति वयं पश्यामः चेत् द्वित्वस्य कृते अजादेशः स्थानिवत् न भवति इति कृत्वा तत्र अजादेशः प्रथमतया जातः तत्र. परन्तु द्विर्वचने अचि इत्यत्र तु द्वयोः अपि युगपत् प्राप्तिः, अजादेशस्य अनन्तरं द्वित्वस्य द्वयोः युगपत् प्राप्तिः, तदानीम् अजादेशः न भवति, केवलं द्वित्वमेव प्रथमतया भवति इति तत्र उक्तम्. तत्र घस् घस् इति तत्तु हलन्तधातुः अस्ति, अत्र जघस् अतुस् तत्रापि नास्ति खलु द्वितम् अस्ति वा तत्र अस्ति खलु जघस् इति भवति तत्रापि अतुस् इति तु अजादि अस्ति परन्तु घस् इति हलन्तधातु न तु अजन्तधातु तत्र अजादेशः प्राप्तः वा अजादेशः न हलन्तधातूनां तु अजादेशः न भवति तत्र उपधा वर्णस्य अकारस्य लोपः भवति परन्तु अत्र उदाहरणे पा धातु स्वीकृतमस्ति तत्र पठानि वा आमां पादातु पठतु यथा पा धातुतः लिट् लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ तत्तु समानं पूर्वं घस् इत्यस्य कृते यत् कृतं तदेव अत्रापि अस्ति पा धातुतः लिट् लकारे तस् इति आदेशः भवति अतः पा योगः तस् अधुना परस्मैपदानां नलतु सुस्थलतु सणल्वमाः इति सूत्रेण तस् प्रत्ययस्य स्थाने अतुस् आदेशः भवति अत्र पुनः पुनः एकवारं पठतु नल् अतुस् नल नल नल् नल् नल् अतुस् तत्र अतुस् इति अस्ति उस् उस् तल् अतुस् अस्तु अस्तु अनल् अतुस् उस् थल् अथुस् अनल् वमाः अस्तु इति सूत्रेण तस् प्रत्ययस्य स्थाने अतुस् आदेशः भवति पायोगः अतुस् इति भवति लिट् च इति सूत्रेण सर्वे तिङ् प्रत्ययाः आर्धधातुकाः भवन्ति लिट् लकारे अस्तु अतः पायोगः अतुस् इति स्थिते अत्र युगपत् कार्यद्वयं द्वयस्य प्रसक्तिः अस्ति पा इत्यस्य अन्ते आकारः अस्ति अपि च अजादिप्रत्ययः अपि परे अस्ति द्वित्वम् अपि लिट् च सोरि परस्मैपदानां न केन सूत्रेण द्वित्वं भवति लिटि धातोरनभ्यासस्य लिटि धातोर् अनभ्यासस्य इति सूत्रेण द्वित्वं पाधातोः द्वित्वं भवति अतः अत्र किं कर्तव्यम् पा अतुस् अत्र युगपत् कार्यद्वयस्य प्रसक्तिः भवति आतो लोपः इटि च इत्यनेन अजादौ कितिङ् इति आर्धधातुकप्रत्यये परे पा इत्यस्य आकारस्य लोपः अयम् आकारलोपः अजादेशः असंयोगात् लिट् खित् इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति अतः अतुस् प्रत्ययः कित्वत् भवति यतोहि पा धातुः असंयोगान्तः अतुस् प्रत्ययः अपित् अपि अस्ति निमित्तानि पूरितानि अतः आतो लोप इटि च इत्यनेन अत्र पा धातोः आकारस्य लोपः भवति यतोहि पाधातोः अन्ते संयोगः नास्ति अपि च अतुस् प्रत्ययः लिट् च इति सूत्रेण आर्धधातुकप्रत्यय अस्ति अपि च असंयोगात् लिट् कित् भवति अनेन सूत्रेण अतुस् इति प्रत्ययः यस्य लिट् धर्मः अपि अस्ति तत् असंयोगान्तात् धातोः परे अस्ति चेत् तस्य अपित्वं किं क्रियते अपित्वं वाट् इस् द वर्ड् अध्यारोप्यते अध्यारोप्यते अध्यारोप्यते अतः इदानीं पाधातोः आकारस्य लोपः भवति निमित्तानि सर्वाणि पूरितानि द्वितीयः बिन्दुः वदति भगिनी बहु सम्यक् भगिनी बहु सम्यक् बहु सम्यक् धन्यवादः बहु समीचीनं तर्हि अत्र यथा अत्र दृष्टं तत्र उदाहरणमस्ति पा इति धातुः तत्र तस् इति प्रत्ययः द्विवचनान्तप्रत्ययः प्रथमपुरुषे द्विवचनं तस् इति प्रत्ययः तत्र लिट्लकाये तस् प्रत्ययस्य स्थाने अतुस् इति आदेशः भवति अतुस् अतुस् इति प्रत्ययः यद्यपि तत्र तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति परन्तु लिट्लकारे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति इति कृत्वा तत्र तस् इति प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा तत्र अपित्वम् इत्यस्य प्रसङ्गः नास्ति सार्वधातुकम् अपित् अपित्वं सार्वधातुकप्रत्ययः अस्ति चेत् अपित्वम् अध्यारोप्यते परन्तु अत्र अतुस् इति प्रत्ययः सार्वधातुकः नास्ति आर्धधातुकप्रत्ययः इति कृत्वा तत्र अपित्वं सार्वधातुकम् अपित् इत्यनेन अध्यारोपितुं न शक्यते इति कृत्वा तत्र असंयोगात् लिट् कित् इति सूत्रेण यत्र धातुः असंयोगान्तः अस्ति असंयोगान्तः अस्ति इत्युक्ते धातोः अन्ते संयोगः नास्ति पा इति धातुं वयं स्वीकुर्मः चेत् तत्र अन्ते संयोगः नास्ति हल्वर्णद्वयं नास्ति अन्ते आकारः पकारः वर्तते अनयोः संयोगः नास्ति इति कृत्वा असंयोगान्तात् धातोः परः यः लिट् प्रत्ययः अतुस् इति लिट् प्रत्ययः तस्मिन् अपित्वं कित्वं द्वयमपि अध्यारोप्यते तर्हि इदानीम् अतुस् प्रत्ययः अपित् अपि अस्ति कित् अपि अस्ति तर्हि इदानीम् आतोलोप इति च इत्यनेन अतुस् इति अजादिप्रत्ययः कित् अपि अस्ति आर्धधातुकप्रत्ययः अपि अस्ति इति कृत्वा पा इत्यस्य आकारस्य लोपः स्यात् आतोलोप इति च इत्यनेन तदानीं इतः अग्रे तत्र द्वित्वमपि प्रसङ्गम् अस्ति द्वित्वस्य प्रसक्तिः अपि अस्ति तर्हि शुभदा भगिनी अग्रे पठतु आं भगिनि लिटिधातोरनभ्यासस्य इति सूत्रेण लिटिपरे अनभ्यासधात्ववयवस्य एकाचः प्रथमस्य द्वे स्तः आदिभूतात् अचः परस्य तु द्वितीयस्य लिट्लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम् इदं द्वित्वम् अजादिनिमित्तकम् अस्ति अत्र पा योगः अतुस् इति वयं दृष्टवन्तः अतुस् इति लिट् प्रत्ययः लिट् लकारस्य प्रत्ययः तर्हि अतुस् इति प्रत्यये परे नाम लिटि परे यः धातुः अनभ्यासः अस्ति यस्य अभ्यासः अभ्यासः केनापि सूत्रेण पूर्वं न अभवत् तादृशः धातुः यदा अस्ति तस्य धातोः अवयवस्य एकाच् अवयवस्य प्रथमस्य प्रथमभागस्य द्वित्वं भवति इति लिटिधातोरनभ्यासस्य इति सूत्रं वदति अतः आदिभूतात् अचः परस्य तु द्वितीयस्य इति तस्य सूत्रस्य अपरं भागः अपरः भागः यदि अजादिधातुः अस्ति चेत् किं भवति इति तस्य विवरणं परन्तु अस्माकं उदाहरणे तु पा योगः अतुस् इति अस्ति तत्र तु हलादिधातुः अस्ति इति कृत्वा अपि च तस्य अभ्यासः तु केनापि सूत्रेण पूर्वं न अभवत् अतः सः तु अनभ्यासधातुः तादृशः धातोः एक प्रथमः एकाच् अवयवः यः अस्ति तस्य द्वित्वं भवति अतः पा इत्यस्य एकाच् प्रथमः अवयवः इति पा इति एव भवति तस्य द्वित्वं पा पा इति भवति तर्हि तदेव तत्र अपि च अस्य द्वित्वस्य निमित्तं तु अतुत् इति लिट्लकारस्य प्रत्ययः अस्ति सः प्रत्ययः अजादि अस्ति तेन प्रत्ययेन तस्य प्रत्ययस्य निमित्तं भूत्वा एव द्वित्वं भवति अतः पा पा इति यत् द्वित्वं वयम् अस्माभिः प्राप्तं तत्तु अजादिनिमित्तकम् अस्ति यतोहि अतुस् इति अजादिप्रत्ययं निमित्तीकृत्य तद्द्वित्वम् अभवत् अतः द्वित्वम् अजादिनिमित्तकम् अस्ति एतयोः द्वयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यमस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् एकाचो द्वे प्रथमस्य इति इत्यनेन सूत्रेण उच्यते यत् प्रथमस्य एकाच् भागस्य द्वित्वं भवति इति यदि धातौ अच् वर्णः एव नास्ति तर्हि द्वित्वम् एव न जायते अत्रापि द्वयोः कार्ययोः नाम पा योगः अतुस् अत्र अतुस् इति प्रत्ययं निमित्तीकृत्य कार्यद्वयस्य युगपत् प्रसक्तिः अस्ति द्वे कार्ये अत्र युगपत् प्रसक्ते भवतः तस्मात् एकं तु अस्ति आकारलोपः आतोलोप इति च इत्यनेन अन्यत् अस्ति लिटिधातोरनभ्यासस्य इत्यनेन धातोः द्वित्वम् इत्यनयोः आकारलोपः आतोलोप इति च इत्यनेन आकारलोपः नित्यकार्यमस्ति इति अत्र लिखितम् यतोहि द्वित्वे कृते अकृते आकारलोपः तु जायते एव नित्यसूत्रम् एतयोः द्वयोः मध्ये आतोलोप इति च इति नित्यसूत्रं भवति यतोहि कृताकृतप्रसङ्गी आतोलोप इति च इत्यस्य कार्यं तु भवति एव नाम प्रथमं द्वित्वं भवति वा अनन्तरं भवति वा आकारलोपः धातोः आकारस्य लोपः तु भवति एव अतः सः तु तत्तु नित्यसूत्रं नित्यकार्यं परन्तु आकारलोपः यदा क्रियते तस्मात् अनन्तरम् आकारलोपः यदा क्रियते पा इत्यस्य आकारलोपः जातः चेत् पकारः एव अवशिष्यते तत्र अच् नास्ति अधुना केवलं पकारः एव हलन्तं तर्हि तस्य द्वित्वं न भवति यतोहि तत्र अच् नास्ति किमर्थं तत्र द्वित्वं न भवति इति चेत् एकाचो द्वे प्रथमस्य इति सूत्रं वदति यत् प्रथमस्य एकाच् भागस्य द्वित्वं भवति तत्र एकाच् भागस्य इति तस्य महत्त्वमस्ति यत् अत्र तु अच् एव वयं निष्कासितवन्तः इति कृत्वा तत्र अच् नास्ति एव अतः केवलं हलन्तम् अस्ति इति कृत्वा तत्र अच् वर्णः नास्ति इति तर्हि द्वित्वं न जायते तर्हि आकारलोपः प्रथमं भवति चेत् द्वित्वं न भवति तत्तु इष्टमस्ति इति कृत्वा प्रथमं द्वित्वं भवति तदनन्तरम् आकारलोपः यत्तु नित्यकार्यमस्ति तत् कर्तव्यम् इति हा इत्युक्ते अत्र यद्यपि आतोलोप इति च इति सूत्रं नित्यसूत्रम् अस्ति द्वित्वे कृते अकृते अपि आतोलोप इति च इत्यस्य कार्यं भवति अतः अत्र आतोलोप इति च इति सूत्रमेव प्रथमतया प्रवर्तेत् खलु आम् आं भगिनि हा इति प्रवर्तेत् परन्तु अत्र तथा न इष्यते इति कृत्वा सूत्रं कृतम् अस्ति येन अजादेशः प्राप्तः चेदपि तस्य कार्यं न भवति नित्यसूत्रं चेदपि कार्यं न भवति परन्तु द्वित्वमेव प्रथमतया भवति आमाम् सः बिन्दुः इति न उक्तं क्षम्यताम्. तत्र सामान्यतया कृताकृतप्रसङ्गी यत्र यः विधिः कृताकृतप्रसङ्गी तत्र तु तस्य तस्य सूत्रस्य बलमधिकं भवति अन्यस्य अपेक्षया. एवं चेत् आतोलोपैटि चेतस्य एव कार्यं प्रथमतया स्यात्, परन्तु अत्र तथा न इष्यते. तदर्थं सूत्रं कृतमस्ति द्विर्वचने अचि इति. अत्र यद्यपि नित्यसूत्रस्य प्रसक्तिः अस्ति, प्राप्तिः च अस्ति, परन्तु तद् न क्रियते, अपि तु द्वित्वमेव प्रथमतया क्रियते. यद्यपि द्वित्वम् इति कार्यम् अनित्यकार्यमस्ति, नित्यसूत्रं नास्ति. लिति धातुरनभ्यासस्य इति नित्यसूत्रं नास्ति. अस्तु अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र अरुणा भगिनी पठितुमिच्छति वा? आं भगिनि, श्रूयते वा? आम्. किन्तु अत्र द्विर्वचने अचि इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्यये अस्ति चेत् तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति. अर्थात् आदौ द्वित्वम् एव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते. अतः आदौ द्वित्वं कृत्वा पा युगः अतुस् इति सिद्धे, ततः आकारलोपकरणीयः अतो लोप इति च इत्यनेन. अत्र लिट्लकारे पदमपुरुष बहुवचने भगिनि अतुस् इति प्रत्यय अत्ययप्रत्यय विधीयते. अत्र किं कर्तव्यं, द्वित्वं कर्तव्यं वा अजादेशकर्तव्यम् इति प्रश्नः अस्ति. किन्तु द्विर्वचने अचि इति सूत्रेण द्वित्वनिमित्तकम् अत्र निमित्तानि ये पूरितानि, द्वित्वस्य निमित्तक अजादिप्रत्ययः अस्ति, अतस् इति अजादिप्रत्ययः अस्ति चेत् तस्मिन् परे द्वित्वे कर्तव्ये प्रथमं द्वित्वकार्यं करणीयं, तदनन्तरम् अजादेशः न भवति. आदौ द्वित्वमेव करणीयम्, आकारलोपः करणीयं न भगिनि, प्रथमं द्वित्वं करणीयं, तदनन्तरम् अजादेशः कर्तुं शक्यते. अजादेशस्य प्रसक्तिः अस्ति चेत् अजादेशः कर्तुं शक्यते. अत्र तु अजादेशः नित्यसूत्रमिति उक्तं खलु, पूर्वमपि भवति अनन्तरमपि भवति इति कृत्वा प्रथमतया द्वित्वकार्यं कुर्मः, तत्पश्चात् आकारस्य आकारादेशस्य लोपः अपि प्राप्तः अस्ति आतोलोप इति च इति सूत्रेण इति कृत्वा तत् कार्यमपि कुर्मः. ओके, अतः प्रथमं द्वित्वं कृते अस्ति चेत् पा धातु अस्ति, पा भवति, पाप योग अतुष् इति रूपं, तदनन्तरम् आकारलोपः करणीयम् अतो लोप इति च इति सूत्रेण. अग्रे पठतु. प्रक्रिया अधो लिखिता वर्तते, पा योगः लिट् पा योगः तस् परस्मैपदानां नल् तुस् उस् थल् अतुस् नल् वा अनल् वमाः इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस्थाने अतुस् इति आदेशः भवति, पा योग अतुस् इति भवति. असंयोगात् इत्येन असंयोगान्तात् धातोः परः लिट् प्रत्ययः अपि खिच् च भवति. ओके, उदाहरणवदना प्रक्रिया लिट् लक् पा धातुतः लिट् प्रक्रिया तदर्थं पा योगः लि पा योगथास् तस् तस् इति प्रत्ययः प्रथमपुरुषद्विवचने भवति. सूत्रमस्ति परस्मैपदानां नल् तुस् अस् ठल् अतुस् अन्नल् वमाः इति सूत्रेण प्रथमपुरुषद्वितीये तस्थाने अतुस् इति आदेशः भवति. अधुना पायोग अतुस् समये अन्यसूत्रमस्ति असंयोगात् लिट् चित् इत्यनेन पा धातु असंयोगान्तात् धातुः, अतः लिट् प्रत्यय लेट् प्रत्यये वयं जानीमः लिट् च इति अर्धधातुकप्रक्रियः प्रत्ययः अपि तपि अस्ति खितपि भवति अस्ति अतः असमयोग लिट् खित्तेन अध्यारोपते अग्रे अपि पठतु भगिनि पा एव अतुस् आदौ अच् निमित्तकं दित्तं कार्यं लिटि धातोरनभ्यस्य इति सूत्रेण यद्यपि अतो लोप इति च इत्येन आकारलोपः अपि प्राप्तः अस्ति अतः पा पा एव अतुस् इति भवति ओके पा एव अतुस् समये अतुस् इति प्रत्ययः अच् आदौ अच् अच् प्रत्ययः अस्ति निमित्तकमस्ति द्वित्वस्य निमित्तकमपि अस्ति ततः द्वित्वं भवति लिटि धातोरनभ्यस्य अनभ्यासस्य इति सूत्रेण तदनन्तरम् अतो लोप इति च इत्यनेन प्रथमं द्वित्वं भवति तदनन्तरं लोपः भवति आकारलोपः प्राप्तः भवति अतः पापा इव अतुसेव अस्ति अग्रिमसोपानमपि पठतु पापा इव अतुस् अधुना द्वित्व अनन्तरम् अत अतो लोप इति च सूत्रेण आकारलोपः पा योग पाप् पकार अतुस् इति भवति प्रथमं पा अतुस् लिट्पकारे अतुस् प्रत्यय प्रथमपुरुषदितिवचने विधीयते तदनन्तरम् अतुस् इति अत्र पादातु असंयोग धातु अतः प्रत्यय चित् भवति अध्यारोपते तदनन्तरं द्वित्वकार्यं भवति लिटि धातोरनभ्यस्तात् इति सूत्रेण तदनन्तरम् आतो लोप इति च सूत्रेण पकार अन्तिमप्रकार पकारस्य आकार लोपः भवति सम्यक् सम्यक् समीचीनं समीचीनं धन्यवादः तर्हि अत्र अत्र वार्ताका इति चेत् द्वित्वं प्रथमतया करणीयम् अजादेशः आकारलोपादेशः अनन्तरं करणीयं यदि प्रसक्तम् अत्र आतोलोप इति च इति सूत्रं नित्यसूत्रम् अस्ति पायोगः अतुस् इति प्रसङ्गे लिटिधातोरनभ्यासस्य इत्यनेन द्वित्वकार्यमपि प्राप्तम् आतोलोप इति च इत्यनेन अजादेशः अपि प्राप्तः परन्तु अजादेशः द्वित्वस्य अनन्तरमपि भवितुमर्हति पूर्वमपि भवितुमर्हति नित्यसूत्रम् अस्ति यद्यपि नित्यसूत्रं तथापि अत्र द्विर्वचने अचि इति सूत्रस्य बलेन द्वित्वकार्यं प्रथमतया भवति अतः पापायोगः अतुस् इदानीं तत्र आतोलोप इति च इत्यनेन आकारस्य लोपः अपि भवितुम् अर्हति इति कृत्वा आकारस्य लोपः भवति आतोलोप इति च इति सूत्रस्य निमित्तानि सर्वाणि पूरितानि यतोहि तत्र अजादौ कितिनिति अर्धधातुकप्रत्यये परे आकारस्य लोपः इति उक्तम् अत्र अतुस् इति प्रत्ययः कित् प्रत्ययः अपि अस्ति अर्धधातुकप्रत्ययः अपि अस्ति इति कृत्वा आकारस्य लोपः भवति पाप् योगः अतुस् इति स्थितिः अस्तु इदानीम् अग्रे विनय महोदय पठति वा आं भगिनि पाप् योग अतुस् अजादौ किति प्रत्यये परे आतो लोप इति च इति अकारलोपः जायते द्वित्वे कृते अपि अयम् अकारलोपस्य प्रसक्ति प्राप्तिः च भवति अग्रे अभ्यासस्य ह्रस्वं ह्रस्व इति सूत्रेण कृत्वा अप् अतुस योग अतुस् सजिषौ रूह खरवसानयोः विसर्जनीयः इति विसर्गः पपतु इति रूपं सिद्धयति अतः प्रथमतः तु पा अस्ति तर्हि पापा भवति तदनन्तरं पाप भवति परन्तु पाप कथं पापा भवति अत्र तु प्रश्नः नास्ति, परन्तु पाप अभवत् तर्हि एव अतः लिट्लकारप्रत्यय आधारेण आधारेण अग्रे एकक्षण अग्रे द्विवचनम् आधारेण हरस्व भवति. अग्रे अभ्यासस्य हरस्वत्वं हरस्व इति सूत्रेण कृत्वा पाप, अर्थात् अभ्यासस्य हरस्वत्वं हरस्वः, अर्थात् प्रथमपा भवति हरस्व भवति, तर्हि एव पप भवति, अतुस् भवति, सुदर्शो रूह, तर्हि खरवसाने विसर्जने इत्यादि विसर्ग भवति, पप तु सिद्ध्यते. अत्र तु साधारण अस्ति, परन्तु मम एकः प्रश्नः द्विवचने अचि कथं यदि पूर्वतया एकक्षण पायुगतस् पा अतुस् तर्हि आतो लोप इति च आकारलोपः अस्ति, यदि आकारलोपः अस्ति तर्हि तु हलन्त विशिष्यते, हलन्तो हल् धातु, तत्र तु अच् अपि नास्ति. तदनन्तरम् अहं केवलं द्रष्टुमिच्छामि यत्र द्विवचने अचि सूत्रस्य बलं कथम् अस्ति, द्विवचने अचि सूत्रस्य तर्हि अतिदेश आधारे न कस्य अपेक्षया बलं द्विवचने अचि इति कस्य अपेक्षया बलं द्विवचने अचि कस्य अपेक्षा बलं तर्हि द्विवचन कथं भवति द्विवचन न अत्र पापा पयोगः पायोगः लिट् इत्यत्र द्वित्वं प्राप्तं खलु लिटि धातोर् अनभ्यासस्य इति द्वित्वं प्राप्तं द्वित्वस्य निमित्तम् अच्वर्णः अस्ति अतः अचि द्वित्वनिमित्ते अचि इति अस्ति इति कृत्वा द्वित्वं प्राप्तम् अपि च आतो लोप इति च इत्यनेन अजादेशः अपि प्राप्तः इदानीं सूत्रद्वयं प्राप्तं तर्हि वयं सामान्यबलाबलचिन्तनं कुर्मः चेत् आतो लोप इति च इति नित्यसूत्रं वर्तते इति कृत्वा तस्य कार्यं प्रथमतया स्यात् परन्तु अस्मिन् प्रसङ्गे द्विर्वचने अचि इति अपि सूत्रं वर्तते तत्सूत्रं वदति यत् यत्र द्वित्वमपि प्राप्तम् अजादेशः अपि प्राप्तः द्वित्वस्य निमित्तम् अच्वर्णः परः अस्ति तदानीं द्वित्वमेव प्रथमतया करणीयं न तु अजादेशः इति कृत्वा द्विर्वचने अचि इत्यस्य कार्यमस्ति द्विर्वचने अचि इति कार्यस्य बलात् एव प्रथमतया द्वित्वं भवति तत्पश्चात् एव अजादेशस्य चिन्तनं तर्हि अजादेशचिन्तनं तथा प्रथमतया तु द्विवचने अचि सूत्रे आधारेण प्राप्तं तर्हि एव अजादेश प्रसक्तिः अस्ति अन्यथा यदि अजादेश प्रसक्तिः कथमस्ति तर्हि तु अच् अपि नास्ति हलन्त अविशेष तदानीं द्वित्वं न भवति यदि अजादेशः प्रथमतया भवति तदानीं लिट्लकारे द्वित्वमेव न प्राप्यते इति कृत्वा क्लेशः भवति पपतुः इति रूपं न लभ्यते यदि अजादेशः प्रथमतया क्रियते तदानीं पा इत्यत्र आकारस्य लोपः केवलं हल् वर्णः अवशिष्यते पकारः अवशिष्यते एवमस्ति चेत् एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं न भवति लिटि धातोर् अनभ्यासस्य इत्यत्र एकाचो द्वे प्रथमस्य इति अन्तर्निहितः भागः अस्ति अत्र तु एकः एकः अपि अच्वर्णः नास्ति, प इति हलन्तः अस्ति चेत् तर्हि द्वित्वकार्यस्य प्रसक्तिः एव न भवति तदानीम्। अतः पतुः इति रूपं लभ्यते, न तु पपतुः। पतुः इति अनिष्टरूपपतिः भवति, तथा मास्तु इति कृत्वा द्वित्वं प्रथमतया करणीयम्। द्वित्वम् अधीष्टः तर्हि एव द्वित्वं यदि भवति तर्हि एव पहलन्तसम्बन्धे चिन्ता नास्ति। परन्तु द्विवचने अचि अतिदेश सूत्राधारेण यदि प हलन्त भवति तर्हि पापा आगच्छति। भगिनी द्विर्वचने अचि अतिदेशसूत्रं वा परिभाषा? अतिदेशः कः? अतिदेशः अस्ति न, अहं केवलं अन्य कस्य अतिदेशः भवति, कस्य अतिदेशः कस्यापि अतिदेशः न भवति खलु अत्र। अतिदेशः नास्ति, परिभाषासूत्रमस्ति। परन्तु न, अहम् अवगच्छामि परिभाषासूत्रम् अस्ति, परन्तु यदि कोऽपि अन्य सोर्स् आधारेण पठामि तर्हि द्विवचन द्विवचन निमित्तक अजादि प्राप्त परे रहते द्विवचन करने में रूप का अतिदेश होता तर अवाचि अत्र अतिदेश रूप अतिदेश अस्ति रूप अतिदेश अतिदे इत्युक्ते द्वित्वं जायते इति अर्थः, अतिदेशः इति किमपि नास्ति। अतिदेशः इत्युक्ते तस्य स्वभावस्य परिवर्तनं जायते इति न, इत्युक्ते कथचित् इत्युक्ते पित् अस्ति तस्य उपरि अपित्वम् अध्यारोप्यते तथा नास्ति अत्र। स्वभावस्य परिवर्तनम् इति नास्ति, तत्र द्वित्वकार्यं प्रथमतया भवति, तत्पश्चात् एव अजादेशः। अस्तु, समीचीनं, धन्यवादः महोदय। इदानीं तत्र सूर्यकुमारी भगिनी अग्रे पठितुम् इच्छति वा? काचिकाकारस्य स्मर्तव्यं यत् स्मर्तव्यं यत् दुर्वचने चि इति सूत्रस्य अर्थः कौमुदीकारस्य मतम् अनुसृत्य अस्माभिः ज्ञातम् उपर्युक्तायां प्रक्रियायां काचिकायस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम्। एक्स्क्यूस् मी, द्विर्वचने अचि इति सूत्रं भिन्नसूत्रमस्ति कौमुदीकारस्य मतेन। प्रक्रियायां मतानुसारम् अस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम्। तदर्थं पूर्वसूत्रस्य न पदान्त न पदान्त दुर्वचन तत्र पूर्वसूत्रस्य विषयः नास्ति भगिनि, अस्य सूत्रस्य विषयः अस्ति। अत्र द्विर्वचने अचि इत्यस्य अर्थः कः इति एतावत् अस्माभिः अवगतं खलु, अर्थः कः भवति इति। आम् आम्, तत्तु कौमुदीकारस्य मतानुरोधेन द्वित्वं प्रथमतया करणीयं, तत्पश्चात् अजादेशः करणीयः इति ज्ञातम्। परन्तु काशिकाकारः अस्य एव सूत्रस्य अर्थः भिन्नरीत्या वदति, तत्कथमिति अग्रे अग्रे अस्ति, तद् अग्रे पठतु। काशिकाकारस्य मतानुसारं द्विर्वचने अचि इति सूत्रस्य अर्थम् एवम् अस्ति, अचुवर्णस्य स्थाने जायमानः आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवत् भवति। अर्थात् प्रक्रियायां यदि अजादेशः तदा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ अजादेश कृत्वा तत्पश्चात् अयम् अजादेशः स्थानिवद् भवति द्वित्वकार्यस्य कृते. काशिकायस्य मतं भिन्नम् अस्ति. अचुवर्णस्य स्थाने आदेशः अजादिनिमित्तकद्वित्वं स्थानिवत् भवति. स्थानिवत् भवति चेत् अकारः अजादेशः अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्त तदर्थं द्वित्वम् अपि भवति अजादेशः अपि भवति. आदौ अजादेश कृत्वा आदौ अजादेशं कृत्वा स्थानिवद् भवति द्वित्वकार्यस्य कृते. फा इत्यस्य अजादेशः पायोगः पापा भवति द्वित्वमपि भवति. द्वित्वम् इत्युक्ते पापा अपि भवति पापा अपि भवति इति अर्थः. पायोगः लिट् पायोगः तत् परस्मैपदानां नल्लतुस् सल् अयुस्त् न्वल् न्वल्वमामा इति सूत्रेण प्रथमपुरुषद्विवचनस्य तत्स्थाने अतुस् इति आदेशः भवति. पायोगः अतुस् इति भवति. पायोगः अतुस् आदौ आतोलोप इति च इत्यनेन आकारलोप नाम अजादेश कर्तव्य यद्यपि अच्निमित्तकं द्वित्वमपि प्राप्तम् अस्ति लिति धातोरनभ्यासस्य इति सूत्रेण. पकारयोगः तु स्थितिः भवति यतोहि आकारस्य लोपजातः आतोलोप इति च इत्यनेन सूत्रेण. प्रथमम् आलोपः भवति अजादेशः भवति चेत् पकार एव सिद्ध्यते. पकारयोगः अतुस् अधुना आकारलोपे कृते अपि अतुस्थिति अजादिप्रत्यये परे द्वित्वं कर्तव्ये लुप्तः आकारः स्थानिवद् भवति द्विर्वचने चि अचि इति सूत्रेण. यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि पायोगः अतिस्थितिस्थितौ धातो एकः अपि अच्वर्णः नास्ति इत्यस्य द्वित्वमेव न सम्भवति. एका च प्रकृतेः एव द्वित्वं सम्भवति यतोहि एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं धातोः प्रत्ययस्य एकाच अवयवस्य भवति. अतः अजादेशानन्तरं स्थानिवद्भावः स्वीकृत्य अचनिमित्तकं द्वित्वं जायते लिति धातोरनभ्यासस्य इति सूत्रेण. तावत् काशिकायस्य मतेन प्रख्या भिन्नं भवति. द्वित्वम् अपि अजादेशः युगपत् भवति अपि अच परस्मिन् पूर्वविधौ इति सूत्रेण पुनः आकार आयाति. न अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसङ्गः नास्ति. इत्युक्ते पश्यतु काशिककारः किं वदति इति चेत् अत्र कौमुदीकारः सः किम् उक्तवान् द्वित्वं प्रथमतया करणीयं तदनन्तरम् अजादेशः क्रियते इति उक्तम्. परन्तु काशिककारः किं वदति इति चेत् अत्र अजादेशः अजादेशस्य बलम् अधिकम् अस्ति. अतो लोप इति च इति सूत्रस्य बलम् अधिकम् अस्ति नित्यसूत्रम् अस्ति इति कृत्वा अत्र अजादेशः एव प्रथमतया क्रियते. यदा यदा अजादेशः क्रियते तदानीं द्वित्वस्य प्रसक्तिः नास्ति यतोहि पायोगः अतुस् आकारस्य लोपः भवति चेत् अजादेशः अतोलोप इति च इत्यनेन तर्हि पकारयोगः अतुस् इदानीं एकः अपि अच्वर्णः नास्ति इति कृत्वा द्वित्वकारस्य प्रसङ्गः नास्ति तदानीं काशिककारः वदति यत् अजादेशः स्थानिवद् भवति अनेन सूत्रेण न तु तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन इति न अनेन सूत्रेण यतोहि अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि पूरितानि न सन्ति यतोहि अचः परस्मिन् पूर्वविधौ इत्यत्र परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति अत्र पूर्वविधिः नास्ति भगिनि इति कृत्वा अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति अजादेशस्य अनन्तरं स्थानिवद्भावः अनेन सूत्रेण क्रियते अनेन सूत्रेण स्थानिवद्भावः क्रियते कुत्र अनेन द्विर्वचने अचि इति सूत्रेण स्थानिवद्भावः लुप्ताकारः स्थानिवद्भावः भवति इति कुत्र कुत्र वदति सूत्रे काशिककारस्य अचः आदेशः न अचि द्विर्वचने एव स्थानिवद्भावः भवति इति न उक्तं तत्र इति तत्र इण्टर्प्रिटेशन् एव अस्ति खलु इण्टर्प्रिटेशन् अस्ति तत्र तत्र काशिककारः कथं वदति इति चेत् एकवचनं एकक्षणं द्विवचने अस्ति इत्यत्र काशिककारस्य वाक्यं किम् इति एकवारं वदामि अस्तु सः वदति द्विर्वचननिमित्ते अचि अजादेशः स्थानिवद्भवति द्विर्वचने एव कर्तव्ये इति अस्ति तत्र स्थानिवद् भवति इति पूर्वस्मात् सूत्र स्थानिवत् इत्यस्य अनुवृत्तिं करोति अस्माभिः किं कृतम् इति चेत् काशिककारस्य मतानुरोधेन न इत्यस्य अनुवृत्तिं स्वीकृतवन्तः अतः आदेशः न अचि द्विर्वचने इति स्वीकृतं खलु न इति पदस्य अनुवृत्तिं स्वीकृतवन्तः परन्तु काशिककारः किं वदति इति चेत् अजादेशः अचि द्विर्वचने स्थानिवद् भवति स्थानिवद् इत्यस्य अनुवृत्तिं करोति पूर्वस्मात् सूत्रात् अनुवृत्ति भवति वा काशिककारस्य मतानुरोधेन अनुवृत्तिं करोति सः इत्युक्ते अत्र मतभेदः अस्ति सिद्धान्तकौमुदीकारः न इति पदस्य अनुवृत्तिं स्वीकृतवान् अत्र काशिककारः न इति पदस्य अनुवृत्तिं त्यक्त्वा स्थानिवद्भावः इति पदस्य अनुवृत्तिं स्वीकृतवान् इति कृत्वा अजादेशः स्थानिवद्भवति अचि द्विर्वचने कस्मात् सूत्रात् स्थानिवद्भावः इति अनुवृत्तिः भवति इत्युक्ते पूर्वपदान्ते अस्ति खलु तस्य नास्ति तस्यापि अस्ति पदान्ते द्विर्वचने इत्यत्रापि अस्ति खलु स्थानिवत् इति अनुवृत्तिः अस्ति पदान्ते द्विर्वचने वरे लोप सवर्ण अनुस्वार जष्टर् दीर्घविधिषु स्थानिवत् न भवति अजादेशः इति उक्तं खलु स्थानिवत् न भवति स्थानिवद्भावः केवलं स्थानिवद्भावः इति अनुवृत्तिः कृतं तत्र स्वीकृतं काशिककारेण ओके अनुवृत्तिं स्वीकृत्य अजादेशः स्थानिवद् भवति द्विर्वचनस्य कृते कीदृशद्विर्वचनम् इति चेत् तादृशद्विर्वचनं यस्य निमित्तं परम् अश्वर्णः वर्तते अस्तु भगिनि धन्यवादः इति स्वीकृतं तर्हि इदानीं तत्र वदतु तत्र सूर्यकुमारी भगिनि स्थानिवत् भावस्वीकृतं तत् तत्कारणेन द्वित्वं भवति एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य अचनिमित्तिकद्वित्वं जायते प्रथमम् अजादेशः केन सूत्रेण इति सर्वं वदतु इदानीं तत्र पायोगः लिट् इत्यत्र अतुस् इति आदेशः जायते प्रथमतया तस्मादेशस्य स्थाने अतुस् आदेशः जायते तत्पश्चात् वदतु पायोगः अतुस् इत्यनेन अधुना आकारलोपो कृते अपि अतुस्थितिः अजादिप्रत्यय भवति न न तत् अग्रे पठति वा न न प्रथमतया वदति पायोगः अतुस् तत्र किं भवति आदौ पायोग अतुस् स्थितौ आकारस्य लोपे कृते अपि अतुस्थिति अजादेश अजादिप्रत्यये आ लोपः भवति अपि अतुस्तु भवति एव न न न तथा नास्ति तत्र पश्यतु पायोगः अतुस्थिति स्थितौ द्वित्वकार्यस्य प्रसक्तिः अपि अस्ति लिटि धातोर् अनभ्यासस्य इत्यनेन आतोलोप इति च इति सूत्रेण आकारस्य लोपः अपि भवितुम् अर्हति तर्हि द्वयोः मध्ये किं कार्यं प्रथमतया भवति इति चेत् आतोलोप इति च इति सूत्रं नित्यसूत्रं वर्तते इति कृत्वा तस्य कार्यं प्रथमतया भवति आतोलोपः आतोलोपः भवति चेत् पकार एव अवशिष्यते अतुस्तु अस्ति चेत् द्वित्वमपि भवति तत्र निमित्तकमपि अस्ति स्थानिवत् भवति चेत् पुनः न निमित्तं न इदानीम् आकारस्य लोपः भवति चेत् द्वित्वस्य निमित्तं नास्ति पकारः योगः अतुस् इति स्थितौ इदानीम् आकारस्य लोपः जातः पकारः योगः अतुस् इति स्थितौ द्वित्वस्य निमित्तं नास्ति यतोहि द्वित्वं करणीयं चेत् धातौ एकः अच्वर्णः भवेत् अत्र केवलं पकारः भावः भवति इति अग्रे वक्तव्यम् आम् स्थानिवत् भावः भवति काशिकायस्य मतेन सूत्रेण दुर्वचने अचि इति सूत्रेण सूत्रे दुर्वचने अचि सूत्रेणैव स्थानिवद्भावः भवति स्थानिवद्भावः भवति चेत् पकारस्थाने पा भवति तदनन्तरं द्वित्वं भवति एकाचो द्वे प्रथमस्य इति सूत्रेण अनभ्यासस्य अपि द्वित्वं भवति पापा भवति पापा भवति पापा इति न भवति पापा इति न भवति पाप् भवति पाप् भवति स्थानिवत् भाव भवति चेत् पाप् भवति पाप् योगः तु पापत् पापत् पापतः भवति काशिकस्य मतेन निमित्तं स्थानिवद्भावः अन्ये मतेन नाभावः न अनुवृत्ति अजादेशः न भवति आम् आम् शुभदा भगिनी वदतु काशिकाकारस्य मतेन तत्र स्थानिवद्भावः भवति चेत् तत् अतिदेशसूत्रमिति वक्तुं शक्यते खलु हा स्थानिवद्भावः भवति चेत् अतिदेशसूत्रम् इति वक्तुं शक्यते अन्यथा परिभाषासूत्रमेव सत्यं सत्यं इति कृत्वा तत्र पाप् योगः अतुस् इदानीम् अन्यानि कार्याणि भवन्ति ह्रस्वः भवति वदतु किं भवति अतः तदनन्तरं भगिनि ह्रस्वः भवति अतः पकारयोगः आ अतुस्ति इतिवत् दृश्यते अतुस्ति इतिवत् दृश्यते लिति धातोरनभ्यासस्य इति सूत्रस्य द्वित्वकार्यं येन द्वित्वं जायते योगः अतुस्थिति भवति अग्रे अभ्यासस्य ह्रस्वत्वं ह्रस्वः इति सूत्रेण कृत्वा पप् योगः अतुस् सतुदुसुरुः करवसाने विसर्जनीय इति विसर्गः पपतुः इति रूपं सिद्ध्यति अग्रे कार्यं समानमेव अग्रे कार्यं समानमेव सत्यम् इत्युक्ते भेदः कः इति चेत् मतद्वयभेदः कः इति चेत् अनुवृत्ति सिद्धान्त अनुवृत्तिविषये भेदः अस्ति, प्रक्रियायामपि भेदः भवति. आम, सिद्धान्तकौमुदीकारस्य मतेन द्वित्वकार्यं प्रथमतया भवति, तदनन्तरम् अजादेशः. काशिककारस्य मतेन अजादेशः प्रथमतया भवति, तदनन्तरं स्थानिवद्भावेन द्वित्वं भवति. आम् इति मतभेदः अस्ति तत्र. अस्तु, तर्हि अत्र स्थगनं कुर्मः. अत्र इतोपि त्रीणि सूत्राणि सन्ति, एका च द्वे प्रथमस्य, पूर्वोऽभ्यासः, उभयभ्यस्तमिति. एतानि तु परिचितानि, अतः एकवारं भवन्तः पठितुम् अर्हन्ति. अत्र अत्र द्विर्वचने अचीति सूत्रं स्पष्टमस्ति वा? कोऽपि प्रश्नः अस्ति वा? द्विर्वचने अचि इति न पदान्त इत्यस्य अपवादः अस्ति भगिनि. न, भवती वदतु अपवादः कथम् इत्युक्ते, तत्र न पदान्त इत्यस्य प्राप्तिः अपि नास्ति खलु अस्मिन् प्रसङ्गे. पायोगः अतुस् इत्यत्र न पदान्तद्विर्वचने वरेयलोप इत्यस्य प्राप्तिः अस्ति वा? नो, द्विर्वचने अस्ति खलु, द्वित्वम् अस्ति. कुत्र अस्ति द्वित्वम्? प्रत्ययस्य विषये द्वित्वम् अस्ति. प्रत्ययस्य विषये नास्ति, अङ्गस्य द्वित्वम् अस्ति. अङ्गस्य द्वित्वम् अस्ति तेन किम्? न द्विर्वचने न पदान्तद्विर्वचने इति सूत्रस्य प्रसक्तिः अपि नास्ति तत्र. यथा अत्र उक्तं न पदान्तद्विर्वचने इत्यत्र द्विर्वचनम् इति तु अष्टमाध्यायस्य यानि सूत्राणि सन्ति तस्य कृते अस्ति. अत्र तु द्विर्वचने अस्ति इति तु षष्ठाध्यायस्य यानि सूत्राणि सन्ति तस्य कृते. इति कृत्वा क्षेत्रे भेदः अस्ति, इति कृत्वा अपवादः इति किमपि नास्ति तत्र. अपवादः इति वक्तव्यं चेत् प्रथमतया न द्विर्वचने, न पदान्तद्विर्वचने इति सूत्रं प्रसक्तं स्यात्. अत्र तु प्रसक्तिः अपि नास्ति खलु? स्वयमेव द्विर्वचने इति विशिष्टमस्ति. अस्तु, अत्र स्थगनं कुर्मः, समयः अतीतः. तर्हि धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः.